नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थिनिचि विशेषहलन्तदातवः इति विषयः अनुवर्तते। तत्र अस्माभिः गतवर्गे कृत् इति धातोः विषये चिन्तनं आरब्धमासीत्। तत्र उपदायां दीर्घऋकारः वर्तते, तर्हि इदानीं तदर्थं तत्र कतिचन सूत्राणि सन्ति, येषाम् अध्ययनमपि अस्माभिः कृतं। तत्र रुवोर् उपदायाः दीर्घः इकः, अनन्तरं हलि च उपदायां च इति त्रीणि सूत्राणि। रुवोर् उपदायाः दीर्घः इकः इति सूत्रं तु एतानि त्रीणि सूत्राणि अपि रेपान्तवकारान्तधातूनां विषये अस्ति। रुवोर् उपदायाः दीर्घः इकः इति सूत्रं तु रेपान्तवकारान्तधातुः, रेपान्तधातुः अथवा वकारान्तधातुः, पदमपि भवेत्, पदान्ते रेपान्तः, रेपान्तः अथवा वकारान्त, वकारान्तं रेपान्तं पदम्, अपि च धातुसंज्ञा अपि भवेत्, तत्र उपदायाः इकः दीर्घः भवति इति सूत्रार्थः। अनन्तरं हलि च इति सूत्रं वयं पश्यामः चेत् हलिपरे रेपान्तवकारान्तधातोः उपदायाः इकः दीर्घः भवति इति उक्तम्। तदनन्तरम् उपदायां च इत्यनेन हलन्तधातुः, तादृशहलन्तधातोः उपदायां रेपः अथवा वकारः, रेपवकारयोः उपदायाम् इक् वर्णः चेत् दीर्घः भवति। तदर्थमेव कृत् इति इति धातुः उदाहरणरूपेण अस्ति। कृत् इति धातो उपदायां दीर्घऋकारः, तत्र अन्यत् सूत्रमस्ति उपदायाश्च इति सूत्रं, तेन सूत्रेण दीर्घऋकारस्य स्थाने ह्रस्व इकारादेशः भवति। अतः की कित् इति भवति, तत्र ऊरण्परः इति कृत्वा किर्त् इति भवति। किर्त् इति वयं पश्यामः चेत् किर्त् इत्यत्र तकारः हलन्तः अस्ति, अतः धातुः हलन्तः, हलन्तधातुः, इदानीम् उपदायां रेपः अस्ति, किर्त् इत्यत्र रेपः उपदायां, रेपात् रेपस्य उपदायाम् इक् वर्णः अस्ति इकारः इति कृत्वा तस्य दीर्घादेशः भवति उपदायां च इति सूत्रेण। अतः कीर्त् इति भवति, कीर्तयति इति रूपं निष्पन्नं भवति। तर्हि आहत्य वयं पश्यामः चेत् सूत्रत्रयाणामपि निमित्तानि भिन्नानि निमित्तानि भिन्नानि सन्ति। रुवोरुपदायाः दीर्घः इकः इत्यत्र पदमपि भवेत्, धातुः अपि भवेत्, रेपान्तवकारान्तपदं धातुः, सर्वत्र इकः दीर्घः भवति इति तु समानमस्ति। हलीच इत्यत्र परनिमित्तमपि वर्तते, हलीपरे रेपान्तधातोः उपदायाः इकः दीर्घः भवति। उपदायां च इति तु परनिमित्तं किमपि नास्ति, परन्तु धातौ एव हलन्तधातौ उपदायां रेपः अथवा वकारः, तस्य उपदायाम् इक् वर्णः अस्ति चेत् दीर्घः भवति इति त्रीणि सूत्राणि अस्माभिः दृष्टानि। तर्हि इदानीं तत्र रुवोरुपदायाः दीर्घः इति सूत्रस्य विश्लेषणमपि दृष्टमासीत्। पदस्य रुवोः धात्वोः उपदायाः इकः दीर्घः इत्युक्तं। रुवोः धात्वोः इत्युक्ते रेपान्तः वकारान्तधातोः, पदस्य इति अधिकारः अपि अस्ति, तादृशधातोः उपदायाः इकः दीर्घः इत्युक्तम्। अत्र उदाहरणमस्ति गृ इति धातुः, गृ निगरणे इति धातोः विषये अपि चर्चा आरब्धा। तत्र गृ धातुतः यदा क्विप् प्रत्ययं योजयामः, क्विप् इति कृत् प्रत्ययः वर्तते, क्विप् इति प्रत्ययं योजयामः चेत् अत्र कृत् प्रत्ययस्य योजनेन प्रातिपदिकं लभ्यते। तत्र कृत् तदितसमासाश्च इति सूत्रेण प्रातिपदिकं लभ्यते। तत्र क्विप् प्रत्ययः सर्वापहारलोपः भवति, तत्र क्विप् इत्यत्र किमपि क्विप् इत्यत्र पकारस्य लोपः, अनन्तरं ककारस्य अपि लोपः, इकारः उच्चारणार्थः, वकारः अवशिष्यते, वकारस्य अपि लोपः भवति, वेर् अपृक्तस्य इति एकाल् प्रत्ययस्य लोपः भवति, अतः किमपि न अवशिष्यते तत्र। तर्हि गृ इति गृ इति एव तिष्ठति, गृ इति प्रातिपदिकम् अस्ति। तत्र एका परिभाषा वर्तते, क्विबन्ताः विजन्ताः धातुत्वं न जहति इति परिभाषा। क्विबन्तम् अस्ति चेत् अपि च विच् विजन्तम् इति भिन्नवार्ता क्विबन्तम् अस्ति चेत् तत्र क्विबन्ताः धातुत्वं न जहति क्विबन्ताः क्विप् अन्ते अस्ति चेत् तादृशं तु धातुत्वं न जहति अत्र गृ इत्यत्र क्विप् प्रत्ययः वर्तते यद्यपि क्विप् प्रत्ययस्य लोपः अभवत् तथापि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन क्विबन्तम् अस्ति गृ इति रूपं गृ इति प्रातिपदिकं तत्र सामान्यतया यदा प्रत्ययस्य योजनं भवति कृत् प्रत्ययस्य योजनं भवति तत्र प्रातिपदिकसंज्ञा एव तिष्ठति धातुसंज्ञा न तिष्ठति कृत्तदितसमासाश्च इत्यनेन कृदन्ताः प्रातिपदिकानि भवन्ति परन्तु अत्र परिभाषायाः बलेन विबन्ताः धातुत्वं न जहति इति बलेन गृ इत्यस्य संज्ञाद्वयं वर्तते तत्र धातुसंज्ञा अपि भवति प्रातिपदिकसंज्ञा अपि भवति प्रातिपदिकसंज्ञा अस्ति इति कृत्वा सुप्रत्ययस्य विधानं भवति इदानीं धातुसंज्ञा अस्ति इति कृत्वा तत्र ऋत इति धातोः इति सूत्रस्य कार्यं भवति दीर्घ ऋकारस्य स्थाने ह्रस्व इकारादेशः भवति उरण् रपरः इति कृत्वा गिर् इति प्रातिपदिकं लभ्यते गिर् इति प्रातिपदिकं प्रथमविभक्तौ गिर् योगः सु तत्र सु इति प्रत्ययस्य गिर् इति हलन्तं हलन्तप्रातिपदिकं सु इत्यस्य तत्र सकारः एव तिष्ठति उकारस्य इत्संज्ञा सकारः तिष्ठति सकारस्य लोपः भवति हल्न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन हलन्तप्रातिपदिकात् अपृक्तसंज्ञकसूप्रत्ययस्य लोपः भवति अतः तत्र गिर् इति अवशिष्यते गिर् इति अवशिष्यते इदानीं गिर् इति तत्र सुप्रत्ययस्य लोपः जातः अतः प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तत्र सुबन्तम् इति मत्वा पदसंज्ञा भवति गिर् इति पदम् अस्ति इदानीं गिर् इत्यस्य धातुसंज्ञा अपि भवति यतोहि क्विबन्तम् अस्ति क्विबन्ताः धातुत्वं न जहति इत्यनेन बलेन गिर् इति पदमपि अस्ति प्रातिपदिकमपि अस्ति धातुः अपि अस्ति इति कृत्वा तत्र तत्र वस्तुतः गिर् इति इदानीं पदम् अस्ति प्रातिपदिकम् इति न वदामः न वदामः यतोहि इदानीं पदं जातं सुप्तिङ्गन्तं पदम् इत्यनेन पदं जातं परन्तु धातुत्वम् अपि अस्ति इति कृत्वा तत्र रोरुपदायाः दीर्घः इकः इति सूत्रेण तत्र रेपान्तः धातुः रेपान्तं पदम् उपदायाः इकः दीर्घः भवति अतः गीर् इति रूपं लभ्यते तदनन्तरं ऋत्वविसर्गौ इति कृत्वा गीः इति रूपं लभ्यते इदानीं तत्र तत्र इत्युक्ते प्रासङ्गिकम् इति कृत्वा तत्र सुबन्तरूपाणि इति अपि वयं पश्यामः अत्र वस्तुतः सुबन्तरूपस्य अध्ययनस्य आवश्यकता नास्ति अत्र अत्र तु रुवोरुपदायः दीर्घः इत्यस्य प्रसङ्गे किञ्चित् ज्ञातव्यम् इति उक्तं परन्तु समग्रतया तत्र गिर् इत्यस्य रूपाणि कथं भवन्ति इति विषयः नास्ति तथापि अत्र किञ्चित् दत्तमस्ति इति कृत्वा वयं पश्यामः तत्र सुबन्तप्रकरणे तत्र सुबन्तप्रकरणे संज्ञाः तिस्रः संज्ञाः भवन्ति सुबन्तप्रकरणे एकं तु सर्वनामस्थानम् इति एकं एका संज्ञा सर्वनामस्थानं तदर्थं सूत्रमस्ति सूडनपुंसकम् इति सूत्रम् सूडनपुंसकम् इत्यनेन तत्र सर्वनामस्थानसंज्ञा विधीयते सूडनपुंसकम् इति सूत्रेण अनन्तरं सूडनपुंसकस्य इति सूत्रं सूडनपुंसकस्य इति सूत्रेण सर्वनामस्थानसंज्ञा विधीयते सर्वनामस्थानसंज्ञा कस्य विधीयते इति चेत् सूड् अनपुंसकस्य इति उक्तं तर्हि पुल्लिङ्गे स्त्रीलिङ्गे च सुट् इति प्रत्याहारः सु औजस् अम् औट् इति पञ्चानां प्रत्ययानां तत्र सर्वनामस्थानसंज्ञा भवति सु औजस् अम् औट् इति प्रथम प्रथमविभक्तौ द्वितीयविभक्तौ द्विवचनपर्यन्तं पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे न भवति इति एका संज्ञा वर्तते सुबन्तप्रकरणे अपि च द्वितीया संज्ञा स्वादिष्व सर्वनामस्थाने स्वादिषु असर्वनामस्थाने इति सूत्रम् अस्मिन् अनेन सूत्रेण किं भवति इति चेत् प्रथमपञ्चानां प्रत्ययानां विहाय तत्र पञ्चप्रत्ययान् विहाय अन्ये ये प्रत्ययाः सन्ति तत्र तत्र सुबन्तप्रकरणे तत्र बस् किं तत्र सुऔजस् अमौक्षस् इति आरभ्य उरः प्रभृतिभ्यः कप् इति पर्यन्तं या ये प्रत्ययाः उक्ताः सन्ति चतुर्थ अध्यायात् आरभ्य पञ्चम अध्यायस्य अन्तपर्यन्तं ये प्रत्ययाः सन्ति तेषां विषये तत्र यदि ते प्रत्ययाः परः ते प्रत्ययाः परः भवन्ति चेत् तदानीं तत्र पूर्वतनशब्दस्वरूपस्य पदसंज्ञा भवति प्रथमपञ्चप्रत्ययान् विहाय इत्युक्ते सुऔजस् अम्मौट् इति विहाय अन्ये ये प्रत्ययाः तत्र उक्ताः चतुर्थाध्याये पञ्चमाध्याये ते प्रत्ययाः पराः भवन्ति चेत् तदानीं पूर्वतनशब्दस्वरूपस्य अङ्गस्य पदसंज्ञा भवति इति पदसंज्ञा इति द्वितीया संज्ञा प्रथमासंज्ञा सर्वनामस्थानसंज्ञा द्वितीया संज्ञा पदसंज्ञा अनन्तरं तृतीया संज्ञा भसंज्ञा भसंज्ञा यचिबम् इति सूत्रेण यत्र प्रथमपञ्चप्रत्ययान् विहाय सर्वनामस्थानसंज्ञकप्रत्ययान् विहाय पुनः तत्र चतुर्थाध्याये पञ्चमाध्याये ये प्रत्ययाः उक्ताः तेषु प्रत्ययेषु परेषु ते प्रत्ययाः यकारादिः यकारादयः अथवा अजादयः सन्ति चेत् तदानीं पूर्वतनशब्दस्वरूपस्य भसंज्ञा भवति अङ्गस्य भसंज्ञा भवति तर्हि आहत्य तिस्रः संज्ञाः सर्वनामस्थानसंज्ञा इति तु प्रत्ययस्य संज्ञा सुऔजस् अमौट् शस् सुऔजस् अम् औट् इति पञ्चानां सर्वनामस्थानसंज्ञा अनन्तरं यकारादिप्रत्ययः अथवा अजादिप्रत्ययः अस्ति चेत् पूर्वतन अङ्गस्य भसंज्ञा अनन्तरं यकारादिप्रत्ययं विहाय अन्ये ये हलन्तप्रत्ययाः सन्ति ते प्रत्ययाः पराः भवन्ति चेत् पूर्वतनशब्दस्य अङ्गस्य पदसंज्ञा भवति इति तिस्रः संज्ञाः अस्माभिः स्मर्तव्याः अत्र सुबन्तप्रकरणे तर्हि इदानीं किञ्चित् अत्र पठामः अपि च अन्यदपि वक्तव्यं यद् अत्र प्रातिपदिकसंज्ञाविधानार्थं सूत्रद्वयं वर्तते अर्थवतधातुरप्रत्ययप्रातिपदिकम् इति एकम् अनन्तरं कृत्तदितसमासाश्च इति सूत्रद्वयेन प्रातिपदिकसंज्ञा विद्यते यथा तत्र धातोः विषये सूत्रद्वयं वर्तते भुवादयो धातवः इति सूत्रेण धातुसंज्ञा भवति अपि च तत्र किं सनाद्यन्ता धातवः इत्यनेन अपि धातुसंज्ञा भवति एवं प्रातिपदिकस्य विषये सूत्रद्वयं वर्तते अर्थवतधातुरप्रत्ययप्रातिपदिकं कृत्तदितसमासाश्च इति सूत्रद्वयम् तर्हि इदानीं क्रमेण एतानि सूत्राणि वयम् एकवारं पठामः तदनन्तरं गिर् इति धातोः सर्वाणि रूपाणि कथं भवन्ति इति वयं चिन्तनं कुर्मः तर्हि आदौ तत्र ऋत धातोः इति आरभ्य वयं पश्यामः तत्र इदानीं किम् अनिमा भगिनी आरब्धुमिच्छति वा आम् आं भगिनि गृ इति धातुः तत्र ततः आरभ्य किल भगिनि आम् गृ इति धातुः गृ निगरणे तुदादौ लटि गिरति गृ प्लस् क्विप् क्विबन् क्विप् योजयति चेत् क्विबन्ता विजन्ता धातुत्वं न जहाति इति परिभाषया क्विप् प्रत्ययः संयुज्यते चेदपि धातोः धातुसंज्ञा तिष्ठति क्विप् प्रत्ययस्य सर्वापहारलोपः लशक्वतद्धिते ककारस्य लोपः भवति हलन्त्यं पकारस्य संज्ञा तस्य लोपः गृ प्लस् वि इकारः उच्चारणार्थं गृ प्लस् व अपृक्त एकाल् प्रत्ययः इत्यनेन तस्य अपृक्तसंज्ञा वेरपृक्तस्य इत्यनेन अपृक्तसंज्ञक वकारस्य लोपः कृत्तद्धितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा गृ धातुः अपि प्रातिपदिकमपि ऋत इद्धातोः गि उरन्रपरः गिर् गिर् प्लस्सु गिर् प्लस् स हङ्गाभ्यो दीर्घात् सुतिस्य प्रक्तं हल् गिर् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्मात् सुप्तिङन्तं पदं गिर् इति धातुः अपि प्रातिपदिकमपि पदम् अपि रुवोरुपधाया दीर्घः इकः गीर् तथैव भ्यां भिस् भ्यस् सु स्वादिषु सर्वनामस्थाने इत्यनेन एषां पूर्वतनशब्दस्वरूपस्य पदसंज्ञा प्रथमं धातुः गृ इति अस्ति तस्य अर्थः निगरणे इति अर्थः अस्ति, तुदादिगणे अस्ति, लटीरूपमस्ति गिरति. इदानीं क्विप् योजयामः, तदा एकं वार्तिकमस्ति, क्विबन्ता विजन्ता धातुत्वं न जहाति. यद्यपि क्विप् योजनेन प्रातिपदिकं सिद्ध्यति कृत्तदिदसमासश्चेत्यनेन, अपि च अर्थवत् धातु अप्रत्ययप्रातिपदिकं तेनेन प्रातिपदिकसंज्ञा भवति, तथापि धातुसंज्ञा अपि तस्य भवति अनेन वार्तिकेन. अत्र सर्वापहारलोपः भवति यतः लशक्वतद्धिते इत्यनेन ककारस्य लोपः भवति, हलन्त्यम् इत्यनेन पकारस्य लोपः भवति यतः तत् संज्ञा अस्ति. अनन्तरं वकारम् एव तिष्ठति, तत्तु एकाल् प्रत्ययः अस्ति, अपृक्तम् अस्ति, अतः वेरपृक्तस्य इत्यनेन तस्यापि लोपः भवति. अनन्तरम् अन्ततो गत्वा गृ एव अवशिष्यति. इदानीं ऋत धातोः अनेन सूत्रेण गी ऋकारस्य इकारं भवति, गी इति भवति, परन्तु उरण्ड्रपरः तद् सर्वदा भवति, अतः गिर् इति रूपं भवति. इदानीं सुप्रत्ययस्य योजनं भवति चेत् गिर् प्लस् सु प्रथम एकवचने भवति. तत्र हल्न्याभ्यो दीर्घात् सुतिस्य प्रक्तं हल् इत्यनेन सकारस्य लोपः भवति, परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्ति, अतः पदसंज्ञा अपि इदानीं भवति. पूर्वं तु धातुसंज्ञा आसीत्, प्रातिपदिकसंज्ञा आसीत्, इदानीम् अस्ति, आसीत् न अस्ति, इदानीं पदसंज्ञा अपि अस्ति. इदानीं रवोरुपधायाः दीर्घः इकः इत्यनेन गीर् इति भवति. स्वादिषु असर्वनामस्थाने इत्यनेन पदसंज्ञा अस्ति गीर् इति. न न इदानीं न, इदानीं न, गीर् एव अस्ति. करवसानयोः विसर्जनीय इत्यनेन गीः इति रूपं भवति. अन्यसर्वरूपं वदामि वा भगिनि? इदानीं सूत्राणि पठित्वा अनन्तरं चिन्तनं कुर्मः. अस्तु भगिनि, तत्र प्रातिपदिकसंज्ञा कृत् तद्धितसमासश्च इत्यनेन भवति, न तु अर्थवत् अधातु. हा सत्यम्. तद् किमर्थम् उक्तवती अहमपि न ज्ञातवती, परन्तु लिखितवती. कुत्र लिखितवती? अर्थवत् इत्युक्ते सूत्रद्वयं वर्तते खलु, अर्थवतधातुरप्रत्ययप्रातिपदिकम् प्रत्ययान्तम् अस्ति चेत् अनेन सूत्रेण न भवति. अर्थवतधातुर् अप्रत्यय इत्युक्तं खलु, अप्रत्यय इत्युक्ते अप्रत्ययान्तम् इति. अस्मिन् सन्दर्भे नास्ति. ओ अस्तु, अत्र तु क्विप् प्रत्ययान्तम् इति कृत्वा, प्रत्ययान्तम् अस्ति, क्विबन्तम् अस्ति खलु, प्रत्ययान्तम् अस्ति इति कृत्वा अर्थवतधातुर् इति न भवति, कृत् अधितसमासाश्च इति न भवति. तावदेव मया किमर्थम् उक्तम् इति चेत् केवलं तत्र सूचनार्थम् अत्र सूत्रद्वयं वर्तते इति. इदानीम् अवगतवान्, धन्यवादः. सम्यक् सम्यक्, अस्तु. तर्हि इदानीम् अग्रिमसूत्रं पश्यामः. तत्र कः पठति? अत्र मीना भगिनी पठति वा? ऋतै धातोः पठामि भगिनि. ऋत इत् धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशो भवति, किति इति प्रत्यये परे एव इति बोध्यं, नो चेत् गुणः. कित् इत् भिन्नप्रत्ययः परश्चेत् गुणे सति इकारादेशस्य प्रसक्तिः न भवति. येन विधिस्तदन्तस्य इत्यस्य साहाय्येन ऋतः इत्यनेन ऋदन्तस्य इत्यस्यपि ग्रहणम्, अलोन्तस्य इत्यस्य साहाय्येन पूर्णतया धातोः स्थानेन अपि च अन्तिमस्य ऋकारस्य स्थाने ह्रस्व इकारादेशः. अङ्गस्य इत्यस्य अधिकारः प्रत्ययः न भवति चेत् इदं कार्यं न स्यात् एव, नो चेत् अनेन धातोः अपि मूलरूपं परिवर्तेत। ऋतः षष्ट्यन्तम्, इत् प्रथमान्तं, धातोः षष्ट्यन्तं, त्रिपदमिदं सूत्रम्, अनुवृत्तिसहितसूत्रं, ऋतः धातोः अङ्गस्य इत् भवेत्। यदि धातोः अन्तिम वर्णः ऋत् ऋकारः अस्ति चेत् इत् इकारः भवति। तत्र ऋकारस्य धातोः ह्रस्व इकारादेशो भवति, ऋतः इत् धातोः। यदि ऋकारान्तधातोः ऋकारस्य तत्र कितिङिति प्रत्यये परे एव इति बोध्यं, तत्र न दत्तं कितिङिति भगिनि, किति ऋतधातो अङ्ग न दत्तं, परन्तु तत् पर्यवसितम् इत्युक्ते परितार्थः, परितार्थः, यतोहि चिन्तयतु तत्र रुदन्त अङ्गस्य ह्रस्व इकारादेशः भवति इति उक्तं, तत्र रुदन्तम् अङ्गम् अस्ति चेत् अत्र किं धातुः इति उक्तं खलु, ऋतधातोः, ऋतधातोः इत्युक्ते धातोः अनन्तरं प्रत्ययः भवति एव, अत्र इदं कार्यं तु अङ्गकार्यमस्ति, धातोः अनन्तरं प्रत्ययः भवति एव। कीदृशप्रत्ययः भवितुम् अर्हति धातोः अनन्तरं? सार्वधातुक अपि अथवा आर्धधातुकप्रत्ययः भवितुं शक्यम्। तर्हि आर्धधातुकप्रत्ययः सार्वधातुकप्रत्ययः परः अस्ति चेत् रुदन्त अङ्गस्य किं भवितुम् अर्हति? गुणः भवति अर्हति। गुणः भवितुम् अर्हति खलु, अतः यत्र यत्र गुणः भवति तत्र तत्र अस्य सूत्रस्य कार्यं न भवति, इत्युक्ते गुणकार्यं परसूत्रमस्ति, सार्वधातुक अर्धधातुकयोः इति सूत्रं परसूत्रमस्ति अस्य अपेक्षया, इति कृत्वा तत्र परसूत्रत्व परसूत्रम् अस्ति इति कृत्वा गुणकार्यमेव सर्वदा भवति। एतत्र तृ इति धातुः अस्ति, तृ इति धातुः तत्र तरति इति रूपम् अस्ति खलु, तत्रापि ऋत धातुः इति प्रसक्तिः अस्ति, परन्तु तत्र तु परत्वात् गुणकार्यं भवति इति कृत्वा तरति इति रूपं, यत्र गुणकार्यस्य प्रसक्तिः न भवति इत्युक्ते कित्निट् प्रत्ययः परः अस्ति चेत् गुणकार्यं न भवति खलु, गुणकार्यं बाधितं भवति खलु, कित्निट् प्रत्ययः तत्र कृत्य इति सूत्रेण गुणनिषेधः भवति, तदा तत्रैव अस्य सूत्रस्य कार्यक्षेत्रम् इति कृत्वा, यद्यपि सूत्रे न उक्तं कित्निट् इति, तथापि अस्य सूत्रस्य फलितार्थः अत्र एव, यतोहि पित् प्रत्ययः अथवा कित्निट् भिन्नप्रत्ययः अस्ति चेत् तत्र सार्वधातुकार्धधातुकयोः इति गुणकार्यं भवति, अथवा किति किति किति कित् अपि च कित् प्रत्ययपरे इत् आदेशः भवति धातुः इति अस्ति। कित् किति इति प्रत्ययपरे एव इति बोध्यं, न चेत् गुणः अथवा कित् कित् कित् ङित् प्रत्यय भिन्नः परे चेत् गुणः सति इकारादेशस्य प्रसक्तिः न भवति। यदि पित् प्रत्ययः अस्ति चेत् तत्र गुणमेव भवति, कित् इति प्रत्ययपरे तत्र ऋतयधातोः इति प्रसक्तिः अत्र अस्ति। तादृशं येन विधिस्तदन्तस्य इत्यस्य साहाय्येन ऋतः इत्यनेन ऋदन्तस्य इत्यस्य अपि ग्रहणं, ऋकारः अन्तिमवर्णः अथवा ऋ एव धातुः अस्ति, ऋकारः एव धातुः अस्ति चेत् एव, अपि च तत्र येन विधिस्तदन्तस्य अन्तिमवर्णस्य ऋक् वर्णस्य तस्य ग्रहणं भवेत् वा, अलोन्तस्य इत्यस्य साहाय्येन पूर्णतया धातोः स्थानेन, अपि च अन्तिमस्य ऋकारस्य स्थाने ह्रस्वैकारादेश, अत्र अलोन्तस्य इति सूत्रं भवति, तत्र अन्तिमवर्णः एव अन्तिमवर्णस्य एव ऋत धातोः इकारः भवति। यदि धातुः ऋकारः अस्ति चेत् पूर्णधातोः तत्र ऋकारः न भवति इति अस्ति अलोन्तस्य इति सूत्रेण, अङ्गस्य इत्यस्य अधिकारः प्रत्ययः न भवति चेत् इदं कार्यं न स्यात्। यदि अङ्गं प्रत्ययं धातुतः प्रत्ययः अस्ति चेत् एव अङ्गं भवति, यदि प्रत्ययः न अस्ति चेत् तस्य सूत्रस्य प्रसक्तिः नास्ति, नो मूलरूपमेव अस्ति तत्र। ऋतः षष्ट्यन्तम् इत् प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदमसूत्रम् अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् भवति। समीचीनं, ऋतः धातोः अङ्गस्य इत् इति तत्र वस्तुतः अनैमित्तिकम् अस्ति, निमित्तं नोक्तं, परन्तु अङ्गकार्यम् इति कृत्वा कश्चन प्रत्ययः अपेक्षितः एव धातुतः। आम् अस्तु, समीचीनं। तर्हि इदानीम् अग्रिमसूत्रं पठामः, हल्न्याभ्यो दीर्घसूतिस्य प्रत्तं हल् इति सूत्रं। तत्र कः पठति? उमा भगिनी पठति वा? एकः प्रश्नः, अत्र गिर् इति शब्दमस्ति खलु, अत्र गृ इति, अत्र अन्तिमपङ्क्तिः स्वादिषु असर्वनामस्थाने इत्यनेन येषां पूर्वतनशब्दस्वरूपस्य पदसंज्ञा इत्युक्ते किं महोदय? पूर्वतनशब्दस्वरूपस्य इत्युक्ते अङ्गस्य इति अर्थः। अङ्गस्य इत्युक्ते प्रत्ययः, यदि हलादिप्रत्ययः अस्ति यकारं विहाय कश्चन हलादिप्रत्ययः वर्तते तदानीम् अङ्गस्य पदसंज्ञा भवति। पूर्वतनशब्दस्वरूपस्य इत्युक्ते अङ्गस्य इति अर्थः। अत्र अङ्गं तु गिर् इति अस्ति वा? न, अत्र तु किम्, अत्र गिर् इत्यत्र तु इति प्रत्ययः हलादिप्रत्ययः अस्ति, हलादिप्रत्ययः अस्ति, परन्तु तत्र स्वादिष्व सर्वनामस्थाने इत्युक्ते प्रथमपञ्चप्रत्ययान् विहाय, अतः सु औजस् अम् औट् इत्यत्र तु पदसंज्ञा न भवति पूर्वतनशब्दस्वरूपस्य, तान् विहाय। धन्यवादः। अस्तु तर्हि भगिनी, अत्र ऋतयिधातुः इत्यत्र भगिन्या इदानीम् उक्तं यत् अङ्गस्य इति पदमस्ति इति कारणेन तत्र ऋतयिधातुः ऋतयिधातुः अङ्गम् अस्ति, अतः प्रत्ययः अपेक्षते इति, अतः क्विप् इति प्रत्ययः स्वीक्रियते। तर्हि क्विप् इत्यत्र पकारः अपि अस्ति, कित्वमपि अस्ति, तर्हि तत् कीदृशः व्यवहारः स्यात् भगिनी अत्र? इत्युक्ते अत्र गुणकार्यस्य प्रसक्तिः अस्ति वा निषेधः इत्युक्ते गृ इत्यत्र, गृ इत्यत्र गृयोगः क्विप् इत्यत्र, क्विप् इति प्रत्ययः पित् अपि अस्ति कित् अपि अस्ति इति कृत्वा गुणकार्यस्य प्रसक्तिः अस्ति वा इति प्रश्नः खलु। क्विप् इति प्रत्ययः कीदृशप्रत्ययः? धातुतः विधीयमानः अस्ति, अपि च तत्र कीदृशः प्रत्ययः? इति प्रत्ययः धातुतः विधीयमानः अस्ति, कित्वमपि अस्ति, पित्वमपि अस्ति खलु। न, कीदृशप्रत्ययः? प्रत्ययस्य नामकरणं किम्? आर्धधातुकः, आर्धधातुकप्रत्ययः खलु। आर्धधातुकप्रत्ययः इति कृत्वा आर्धधातुकप्रत्ययस्य विषये गुणनिषेधः भवति। तत्र पित्वस्य विषयः एव नास्ति आर्धधातुकप्रत्ययः इति कारणेन, तत्र कित्वं कित् गित् ङित् अस्ति चेदेव गुणनिषेधः भवति, कित् गित् ङित् ङित् भिन्नः अस्ति चेत् अत्र गुणस्य प्रसक्तिः भवति इति। अस्तु अस्तु, तर्हि अत्र गुणनिषेधः वर्तते खलु। कित् प्रत्ययः अस्ति इति कृत्वा गुणनिषेधः वर्तते इति कृत्वा सारधातुकार्धधातुकयोः प्रसङ्गः नास्ति। तर्हि अत्र पित्वस्य प्रयोजनं क्विप् इत्यत्र पित्वस्य प्रयोजनमिति वा? क्विप् इत्यत्र पित्वस्य प्रयोजनं प्रायः स्वरविषये स्यात् इति चिन्तयामि, स्वरविषये स्यात्। अलहपिति कृति किं सूत्रमस्ति? अलहपिति कृति, हलः प्रतिकृति इति वा? किं कः सूत्र, किं सूत्रम्? ह्रस्वस्य पितिकृति इति वक्तुमिच्छति खलु, ह्रस्वस्य पितिकृति इति सूत्रम् अस्ति, तत्तु अस्ति, परन्तु अत्र क्विबन्तस्य विषये तत्र कार्यं कुत्रचित् भवति वा इति एकवारं द्रष्टव्यमस्ति। इति भवति तत्र शत्रु शत्रुं जयति इत्यत्र शत्रुजित् इति रूपं लभ्यते खलु, तत्र तत्र किं ह्रस्वस्य पिति कृति तुक् इति पित्वम् अस्ति इति कृत्वा तत्र तुगागमः भवति, पित्वस्य प्रयोजनं तुगागमः. इदानीं शत्रुं जयति इत्यत्र जी धातुः, शत्रुं योगः जी योगः क्विप्, क्विप् इत्यत्र पित् अस्ति इति कृत्वा जी इत्यत्र तुगागमः भवति. ह्रस्वस्य पिति कृति तुक् पिति कृति अस्ति चेत् तुगागमः भवति इति कृत्वा विश् शत्रुजित् इति रूपम्. अतः पित्वस्य तुगागमः. अस्तु भगिनी, मम भगिनी पठति वा? वदामि भगिनि. हल्याभ्यो दीर्घासूत्रस्य कृतं हल् 7167 हलन्तात् दीर्घन्यन्तात् दीर्घाबन्तात् च सुपि इत्येषाम् अपृत्तसंज्ञकस्य हल् लोपः. अनेन प्रथमाविभक्तौ सु इत्यस्य स लोपः लङि प्रथमपुरुषे त लोपः मध्यमपुरुषे स लोपश्च. अनुवृत्तिसहितसूत्रं दीर्घात् हल्याभ्यो सुतिसि अपृत्तं हल् लुप्यते. हल्याभ्यो दीर्घात् सुतिस्य प्रत्यं हल् इत्यस्य सूत्रेण हलन्त दीर्घन्यन्तात् दीर्घ अबन्धात् च सुतिसि इत्येषां प्रत्यये परे होनिप सु प्रथमाविभक्त प्रथमाविभक्तौ एकवचन तन् सि लङि प्रथमपुरुषः सारि सि लट्लकारे प्रथमपुरुषः देन् सि सि मध्यमपुरुष एकवचन स सो अनुवृत्तिसूत्रं दीर्घात् हल्याभ्यो दीर्घसूत्रं हल् इति सूत्रेण लोपः भवति. तर्हि सु सि सि इत्येषां हल अपृक्तसंज्ञकस्य हलः लोपः अथवा प्रथमाविभक्तौ सु स लोपः लङि मध्यमपुरुष स लोपः मध्यमपुरुषे स लोपः. सो एतेषां प्रत्ययः लोपः भवति हल्याभ्यो दीर्घसूत्रं हल् सूत्रेण. सम्यक्. अपृक्तसंज्ञकः प्रत्ययः इत्युक्ते एकाल् प्रत्ययः, यत्र एकः एव वर्णः अस्ति तस्य अपृक्तसंज्ञा इति भवति. सम्यक्, धन्यवादः भगिनि. इदानीं तत्र इदं सूत्रं तु हलन्तधातुः वा हलन्तप्रातिपदिकम् अस्ति चेदपि कार्यं करोति, अपि च यत्र दीर्घन्यन्तम् इत्युक्ते स्त्रीलिङ्गे दीर्घ ईकारान्तप्रातिपदिकम् अथवा दीर्घ आकारान्तप्रातिपदिकं, तस्य अनन्तरं सु इति प्रत्ययस्य लोपः भवति. हलन्तप्रातिपदिकादपि सु प्रत्ययस्य लोपः. अपि च तिङन्तप्रसङ्गे तु लङि प्रथमपुरुषे मध्यमपुरुषे तत्र अपृक्तसंज्ञकप्रत्ययः तकारः, अपि च मध्यमपुरुषे सकारः. हलन्तधातुतः तीसि इत्यनयोः लोपः भवति. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. सूर्यकुमारी भगिनी अग्रे पठति वा? भगिनि, अर्थवत् अधात् क्षम्यताम् अर्धवदधातुः अपृत्ययः प्रातिपदिकम्. अर्धवत् शब्दस्वरूपं यत् धातुः प्रत्ययः प्रत्ययान्तं च नास्ति तस्य प्रातिपदिकसंज्ञा भवति. अर्थः अस्य अस्ति इति अर्थवत् मतुप् प्रत्ययः न धातुः अधातुः न प्रत्यय अप्रत्यय नै तत्पुरुषः अर्धवत् प्रथमान्तम् अधातुः प्रथमान्तम् अप्रत्ययः प्रथमान्तम् प्रातिपदिकं प्रथमान्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं पूर्णं अनुवृत्तिसहितसूत्रम् अर्धवद् अधातुः अप्रत्ययः प्रातिपदिकम् तत्र प्रातिपदिकम् इति कथं भवति इति वर्णयति अर्धवत् यत् धातुः अर्धवत् शब्दस्वरूपं प्रत्ययान्त च नास्ति तस्य प्रातिपदिकसंज्ञा भवति शब्दस्वरूपं धातुः यत्र शब्दस्वरूपम् अर्धवत् भवति प्रत्ययः प्रत्ययान्तञ्च नास्ति तस्य प्रातिपदिकसंज्ञा भवति तदर्थं धातुः अर्धवत् शब्दस्वरूपं भवति प्रत्ययान्तं नास्ति तदापि प्रातिपदिकसंज्ञा भवति इति अर्थः अस्य अस्ति इति अर्धवत् मतु प्रत्ययः न धातुः अधातुः न प्रत्ययः अप्रत्ययः नै तत्पुरुषः अर्धवत् प्रथम सर्वे शब्दानि प्रथमान्तम् अर्धवत् प्रथमान्तम् अधातुः प्रथमान्तम् अप्रत्ययप्रथमान्तं प्रातिपदिकं प्रथमान्तम् अर्धवत् अधातुः अप्रत्ययः प्रातिपदिकम् धातुः नास्ति अधातुः इत्युक्ते धातुः नास्ति अप्रत्यय इत्युक्ते प्रत्यय नास्ति तदेव प्रातिपदिकं भवति इति तदेव भगिनि भगिनि आमां समीचीनम् अर्थवत् अधातुः अप्रत्यय अप्रातिपदिकम् इत्युक्ते अर्थवत् इत्युक्ते यस्य शब्दस्वरूपस्य अर्थः कश्चन अर्थः अस्ति अपि च तत् शब्दस्वरूपं धातुः नास्ति धातु भिन्नः अस्ति प्रत्ययः अपि नास्ति प्रत्ययान्तमपि नास्ति प्रत्ययान्तं यतोहि प्रत्ययस्य अपि अर्थः कश्चन अर्थः भवति प्रत्ययः अपि शब्दस्वरूपम् अर्थः अपि भवति प्रत्ययः अपि न स्यात् प्रत्ययान्तमपि न स्यात् तस्य प्रातिपदिकसंज्ञा भवति इत्युक्ते अनेन सूत्रेण बहूनां शब्दानां प्रातिपदिकसंज्ञा भवति इति नास्ति तत्र केवलं कतिचन पदा कतिचन शब्दानां एव अत्र प्रातिपदिकसंज्ञा अनेन सूत्रेण भवति प्रायेण तत्र कृत् अतिथसमासाश्च इति सूत्रेण एव प्रातिपदिकसंज्ञा भवति यतोहि सर्वत्र बहुत्र प्रत्ययः भवति प्रत्ययान्तं भवति इति कृत्वा तर्हि अत्र अस्य सूत्रस्यापि कार्यम् अस्ति तस्य तत्र बहूनि उदाहरणानि न सन्ति परन्तु कतिचन उदाहरणानि सन्ति अस्तु तर्हि तत्र अग्रे गच्छामः कृत् अधितसमासाश्च इति तत्र लक्ष्मी भगिनी पठति वा आं भगिनि पठामि कृत् अधितसमासाश्च कृदन्ताः तथितान्ताः समासाः च अपि प्रातिपदिकसंज्ञकाः कृच्च तथितश्च समासाश्च कृत् तथितसमासाः इतरेतरद्वन्द्वः कृत् तथितसमासाः प्रथमान्तं च अव्ययपदं द्विपदमिदं सूत्रम् अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इत्यस्मात् अर्थवत् प्रातिपदिकम् इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अर्थवन्तः कृत् तथितसमासाः च प्रातिपदिकानि प्रातिपदिकस्य कृते द्वितीयं सूत्रमस्ति कृत्तिरसमासाश्च इति. अस्य सूत्रस्य अर्थः अस्ति कृदन्ताः तत्तितान्ताः समासाः च प्रातिपदिकसंज्ञकाः भवन्ति इति. कृत इत्युक्ते कृत् प्रत्ययः अन्ते अस्ति चेत् कृत् प्रत्ययान्त तस्य प्रातिपदिकसंज्ञा, तत्तितान्त ये सन्ति ते अपि प्रातिपदिक तेषामपि प्रातिपदिकसंज्ञा सिद्ध्यन्ते. समासाः च प्रातिपदिकसंज्ञकाः इति अत्र उच्यते. अनुवृत्तिसहितसूत्रमस्ति अर्थवन्तः कृतसमासाः च प्रातिपदिकानि. अत्र अर्थवन्तः इति अपि योजितम् इत्युक्ते अर्थसहितकृदन्ताः तथितान्ताः समासाः प्रातिपदिकाः भवन्ति इति अर्थः. समीचीनम्. इत्युक्ते अत्र प्रत्यान्ताः भवन्ति चेत् अनेन सूत्रेण प्रातिपदिकसंज्ञा, प्रत्यान्तं नास्ति चेत् तदानीं पूर्वतनसूत्रेण प्रातिपदिकसंज्ञा इति अत्र अस्ति. अस्तु समीचीनम्. अस्तु तर्हि इदानीम् अग्रे सूडनपुंसकस्य इति विजया भगिनी पठति वा? अस्ति किं विजया भगिनी? अस्तु तर्हि सरस्वती भगिनी पठतु. आं भगिनि, श्रूयते न वा? आं श्रूयते. आं श्रूयते. हा, सुडनपुंसकस्य सुट् प्रत्याहारे सु आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थानसंज्ञा भवति, परन्तु नपुंसकलिङ्गे न. सुट् प्रत्याहारे सु औजस् अम् औट् इति मे प्रत्ययाः अन्तर्भूताः. न नपुंसकम् अनपुंसकं नै तत्पुरुषः तस्य अनपुंसकस्य. सुट् प्रथमान्तम् अनपुंसकस्य षष्ठ्यन्तं द्विपदमिदं सूत्रं. शी सर्वनामस्थानम् इत्यस्मात् सर्वनामस्थानम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं सुट् सर्वनामस्थानम् अनपुंसकस्य. तर्हि सुडनपुंसकस्य सूत्रस्य अत्र दत्तमस्ति. सुट् अत्र दृष्ट्वा सन्ति भूत्वा सुड् अभवत्. सुट् अनपुंसकस्य एवं भवति. तर्हि सुट् प्रत्याहारः अस्ति स्वौजसमोट् षष्ठाभ्यां ततः पञ्चानां प्रत्ययानां सुतः औट् पर्यन्तम्. अतः सुट् भवति प्रत्याहारः. सु औजस् अम् औट् एवं पञ्चानां प्रत्ययाः. सुट् अनपुंसकस्य इत्युक्ते अस्य सूत्रस्य प्रसक्तिः नपुंसकस्य कृते नास्ति. तर्हि केवलं पुल्लिङ्गस्य तथा स्त्रीलिङ्गस्य कृते अस्ति. तर्हि नपुंसकम् इत्युक्ते अनपुंसकं नै तत्पुरुषसमासः अस्ति. सुट् प्रथमान्तम् अनपुंसकस्य षष्ठान्तं द्विपदमिदं सूत्रं. श्री सर्वनामस्थानं सूत्रेण अनेन सूत्रेण सर्वनामस्थानम् अस्य अनुवृत्तिः भवति. तर्हि अनुवृत्तिसहितसूत्रं भवति सुट् सर्वनामस्थानम् अनपुंसकस्य. समीचीनं समीचीनम्. भगिनी किञ्चित् म्यूट् करोति. धन्यवादः भगिनी, सम्यक् अस्ति. सूडनपुंसकस्य इति अस्ति. अनपुंसकस्य इति तत्र नै तत्पुरुषसमासः कस्मिन् अर्थे अनपुंसकस्य? पर्युदासः वा तस्य प्रतिषेधः इति वा? नपुंसकं विहाय. नपुंसकं विहाय इति वयं वदामः चेत् तदानीं कः कः प्रतिषेधः? क्रियायाः अन्वयः कथं तत्र वाक्यं कथं भवति? नपुंसके शब्दे परे कार्यं न भवति इति वा सूट् सर्वनामस्थानं प्रथमपञ्चानां प्रत्ययानां न सर्वनामस्थानसंज्ञा भवति परन्तु नपुंसकलिङ्गे न भवति इति वाक्यद्वयेन वक्तुं शक्यते नपुंसकलिङ्गे न भवति इत्युक्ते अन्यत्र सर्वत्र भवति इति अर्थः खलु परन्तु अन्यत्र सर्वत्र भवति इत्यस्य अर्थः कः इत्युक्ते तत्र इत्युक्ते सुऔजस् अमौट् इति पञ्चानामेव प्रत्ययानां भवति नपुंसकलिङ्गे न भवति इत्यस्य अर्थः कः स्त्रीलिङ्गे पुल्लिङ्गे भवति अन्यलिङ्गे भवति अन्यलिङ्गे भवति चेत् इत्युक्ते तत्र अन्यत्र सर्वत्र भवति परन्तु पुल्ल नपुंसकलिङ्गे न भवति इत्यर्थः वा सर्वनामस्थाने एव न श्रुतं शुट् सर्वनामस्थानप्रत्ययाः ये सन्ति तेषाम् एव तत्र व्यवहारः अस्ति न भवति सर्वनामप्रत्ययाः सर्वनामस्थानप्रत्ययाः क्षम्यताम् शी अपि जस् इति एव तत्र विवक्षा अस्ति न तत्र किं किं पुनः शी सर्वनामस्थानमिति अस्ति इति सूत्रमिति स्मरामि तत्र सर्वनामस्थानप्रत्ययाः ये सन्ति नपुंसकलिङ्गे तेषामेव तत्र विवक्षा अस्ति अन्यत्र नास्ति न मया न बुद्धं किं वक्तुमिच्छति किं वक्तुमिच्छति पुनः वदतु न बुद्धं किं वक्तुमिच्छति शी सर्वनामस्थानम् इति सूत्रेण शी प्रत्यये परे सर्वनामस्थानं भवति इति शी प्रत्ययस्य सर्वनामस्थानसंज्ञा भवति इति तत्र तु नपुंसकलिङ्गे एव भवति न तत्र तु तत्तु भिन्नवार्ता तत्तु भिन्नवार्ता किमर्थं तस्य विषये चिन्तनं प्रश्नः पुनः वदति वा भगिनी एकवारं न न अनपुंसकस्य इत्यत्र कीदृशप्रतिषेधः इति प्रश्नः नपुंसके परे क्रिया तत्र कार्यं न भवति क्रियया अन्वयः भवति तत्र क्रिया न भवति इति एव तत्र अर्थः भवति इति चिन्तयामि यदि नपुंसकलिङ्गे इत्युक्ते निषेधे निषेधे प्राधान्यं वा नपुंसकलिङ्गे न भवति इति निषेधे प्राधान्यं वा प्रतिषेध आं सत्यं तदेव अत्र निषेधे प्राधान्यं किल तत्र निषेधे अत्र सूडनपुंसकस्य इति सूत्रे निषेधे प्राधान्यं वा कस्य प्राधान्यम् विधाने प्राधान्यं वा निषेधे प्राधान्यं वा विधानमपि अस्ति निषेधे विधानमेव प्राधान्यमस्ति परन्तु अनपुंसकस्य इति उक्तत्वा तत्र निषेधः अपि अन्तर्भवति इति न भवति वा न इत्युक्ते सूत्रस्य प्रधानकार्यं विधानमेव अस्ति सूत्रस्य प्रधानकार्यं विधानम् इदानीं न नपुंसकलिङ्गे न भवति इति क्रियायाम् अन्वयः अस्ति चेत् अन्यत्र सर्वत्र भवति इति अर्थः खलु सत्यं तत्र शुट् इति प्रत्ययः ये सन्ति अब्राह्मणम् आनय इति वदामः चेत् इदानीं प्रसज्य प्रतिषेधः इत्यस्य अर्थः कः ब्राह्मणं विना अन्यं किमपि आनय इति वदति न न तथा नास्ति ब्राह्मणं न आनय इति एव अर्थः अस्ति अन्यम् आनयति वा न वा इत्यत्र प्राधान्यं नास्ति ओ अस्तु क्षम्यतां समीचीनम् अवगच्छतु ब्राह्मणं न आनय इत्यत्र प्राधान्यम् अत्र तादृशम् अस्ति वा नपुंसकलिङ्गे न भवति इत्यत्र प्राधान्यम् अस्ति वा विधानमेव अस्ति तत्र विधानस्य प्राधान्यम् अस्ति विधानस्य प्राधान्यम् अस्ति इति चेत् तत्र अन्वयः कथम् अब्राह्मणम् आनय इत्यत्र अन्वयः कथं तर्हि तत्र प्रसज्य प्रतिषेधः नास्ति पर्युतासः एव भवति इति प्रायः यदि निषेधः निषेधस्य प्राधान्यं ब्राह्मणम् आनय इति वाक्ये पर्युदासः चेत् कथं वक्तव्यम् अब्राह्मणं विहाय अन्यम् आनय इति भवति ब्राह्मणभिन्नम् आनय इति अर्थः खलु सत्यं सत्यं सत्यं ब्राह्मणभिन्नम् आनय इत्युक्ते ब्राह्मणसदृशं परन्तु ब्राह्मणभिन्नं भिन्नं सत्यम् अत्र अत्रापि तथैव नपुंसकलिङ्गभिन्नम् आनय नपुंसकलिङ्गभिन्ने विधानम् नपुंसकलिङ्गभिन्ने सुओजस् अमौचस् इति सुओजस् अमौट् इति प्रत्ययानां सर्वनामस्थानसंज्ञा इति अर्थः यतोहि तत्र विधानस्य प्राधान्यं नपुंसकलिङ्गे निषेधः भवतु इत्यत्र प्राधान्यं नास्ति नपुंसकलिङ्गभिन्न नपुंसकलिङ्गभिन्नेषु विधानं खलु सत्यं सत्यं भगिनि तत्र एवम् एवं वक्तुं शक्यते यत्र विधानमस्ति तत्र प्रायः सर्वेषु स्थलेषु पर्युदासः इति भवितुम् अर्हति यत्र निषेधः अस्ति तत्र प्रसज्य प्रतिषेधः भवितुम् अर्हति इति वक्तुं शक्यते वा अस्माभिः इति सामान्यतया वक्तुं न शक्यते तत्र सूत्रं द्रष्टव्यं तत्र कस्मिन् तत्र सूत्रे कस्य विधानं भवति विधानस्य प्राधान्यम् अस्ति वा निषेधस्य प्राधान्यम् अस्ति वा इति एकवारं द्रष्टव्यं भवति इत्युक्ते एवं जनरलैस् सर्वत्र कर्तुं न शक्यते अस्तु इत्युक्ते तत्र आदेश उपदेशे शिति इत्यत्र अशिति सूत्रे तु निषेधः किमपि तत्र न उक्तं तथापि तत्र अशीति इति निषेधस्य प्राधान्यं स्वीकृतं तत्र प्रसज्य प्रतिषेधः अस्ति तत्र परिदासः नास्ति नास्ति यद्यपि तत्र विधानमपि अस्ति परन्तु तत्र प्रसज्य प्रतिषेधः स्वीकृतः अस्ति यतोहि तत्र अनैमित्तिकं कार्यम् इष्यते तत्र प्रत्ययः परः अस्ति वा न वा इत्यत्र चिन्ता नास्ति सर्वत्र कार्यं भवेत् क्षिप्रत्ययः परः अस्ति चेत् भवति परन्तु अन्यत्र सर्वत्र भवति इति तादृशमस्ति अतः एवमेव जनरलैस् कर्तुं न शक्यते तत्र प्रत्येकं स्वीकृत्य चिन्तनीयम् अत्र कुत्र कार्यक्षेत्रं कुत्र विवक्षितम् अस्ति इति दृष्ट्वा निर्णयः शक्यते आदेशोपदेशशीति इत्यत्र तथा एव कुत्र कुत्र कार्यम् इष्यते इति दृष्ट्वा तत्र प्रसज्य प्रतिषेधः इति उक्तम् आम् आं समीचीनं भगिनि तर्हि इदानीम् अग्रिमसूत्रं स्वादिष्व असर्वनामस्थाने इति विजयलक्ष्मी भगिनी पठति वा आं पठामि भगिनि स्वादिष्व सर्वनामस्थाने सर्वनामस्थानसम्यक प्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तम् एषु कश्चन परः अस्ति चेत् पूर्वतनशब्दस्वरूपस्य पदसंज्ञा भवति यचिभम् इत्यनेन प्रत्ययः अजादिः अथवा यकारादिः चेत् पूर्वतनशब्दस्वरूपस्य भसंज्ञा भवति अतः फलितार्थे यदि भिन्न हलादिप्रत्ययः चेत् यादि ओ सत्यम् अतः फलितार्थे यादि भिन्न हलादिप्रत्ययः चेत् पूर्वतनशब्दस्वरूपस्य पदसंज्ञा इयं पदसंज्ञा इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके स्वौजस् अमौट् इत्यस्मात् आरभ्य उरः प्रभृतिभ्यः कप् पर्यन्तम् इमे सर्वे प्रत्ययाः स्वादयः इत्युच्यन्ते न सर्वनामस्थानम् असर्वनामस्थानं नैतत्पुरुषः तस्मिन् असर्वनामस्थाने स्वादिषु सप्तम्यन्तम् असर्वनामस्थाने सप्तम्यन्तम् द्विपदम् इदं सूत्रम् सुप्तिङन्तं पदम् इत्यस्मात् पदम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् स्वादिषु असर्वनामस्थाने पदम् अत्र स्वादिषु असर्वनामस्थाने इति सूत्रद्वारा कस्य पदसंज्ञा भवति कस्य पदसंज्ञा न भवति इति उल्लिखितमस्ति अत्र स्वादि इत्यस्य को अर्थः स्वादि इत्यस्य अर्थः भवति स्वौजस् इति सूत्रात् आरभ्य उरः प्रभृतिभ्यः कप् पर्यन्तं सर्वे प्रत्ययाः स्वादयः इति उच्यन्ते अतः एषु प्रत्यय ये एतेषां प्रत्ययानां स्थानं यदि शब्दस्वरूपस्य परः भवति चेत् तत्र तस्य शब्दस्वरूपस्य असर्वनामस्थानम् इत्युक्ते सु औजस् अम् औट् इति प्रत्ययान् विहाय अन्येषु यत्र यत्र स्वादयः प्रत्ययाः भवन्ति तत्र शब्दस्वरूपस्य यकारः आदि न भवति चेत् ओ ऐ एम् वेरि कन्फ्यूसिङ्ग् अव्य एषु यदि कश्चन प्रत्ययः शब्दस्वरूपस्य परम् आयाति तदा तस्य शब्दस्वरूपस्य पदसंज्ञा भवति अन्येषु एषु प्रत्यय एतां प्रत्ययानाम् एतान् प्रत्ययान् विहाय अन्ये प्रत्ययाः भवति चेत् यकारादि न भवेत् अन्ये प्रत्ययाः यकारं विहाय अन्ये हलन्तप्रत्ययाः हलादिप्रत्ययाः भवति चेत् शब्दस्वरूपस्य भसंज्ञा भवति इति सूत्रस्य आशयः अत्र न भसंज्ञा नास्ति पदसंज्ञा भसंज्ञा यकारः आदि भवति चेत् अपि च अजादिप्रत्ययः अजादिप्रत्ययः भवति चेत् भसंज्ञा भवति अन्येषु स्वादिषु प्रत्ययेषु तु पूर्वतनशब्दस्वरूपस्य पदसंज्ञा भवति अत्र प्रथमपञ्चप्रत्ययान् विहाय हा सुट् इति प्रथम पञ्चप्रत्ययान् विहाय तेषां तु सर्वनामसंज्ञा इति दीयते अतः सर्वनामस्थानं विहाय अन्ये एकविंशतितः मैनस् फैव् अन्ये षोडश स्थाने अपि च यत्र कुत्रापि यदि स्वौजस् यदि स्वादिषु प्रत्ययाः परे भवन्ति तदा एवमेव भगिनि और् इट्स् आल्वेस् ओन्ली फार् अत्र तु तदेव दत्तमस्ति उरप्रभृतिभ्यः कप् इति पर्यन्तं सर्वे प्रत्ययाः सर्वे प्रत्ययाः त्रि केटगरीस् सन्ति वस्तुतः प्रथमतया प्रथमपञ्चप्रत्यय पञ्चप्रत्ययाः प्रथमपञ्चानां प्रत्ययानां तु सर्वनामस्थानसंज्ञा भवति इति एकः केटगरी एकः केटगरी अनन्तरं द्वितीय केटगरी अस्ति यकारादि अजादिप्रत्ययः यकारादि अजादि यकारादयः अजादयः ते प्रत्ययाः परः भवन्ति चेत् अङ्गस्य भसंज्ञा अनन्तरं थर्ड् केटगरि अन्येषां प्रथमः केटगरी द्वितीयः केटगरी विहाय अन्येषां सर्वे प्रत्ययानां पदसंज्ञा भवति अङ्गस्य पदसंज्ञा भवति उरप्रभृतिभ्यः कप् इति पर्यन्तं ये ये प्रत्ययाः सन्ति तेषां तेषां परे तेषां पूर्वतनशब्दस्वरूपस्य पदसंज्ञा भवति अपि च पदम् इति सुप्तिङन्तं पदम् इत्यस्य इति सूत्रात् पदम् इति अनुवर्तते अतः सम्पूर्णसूत्रम् अनुवृत्तिसहितसूत्रं स्वादिषु सर्वनामस्थाने पदसंज्ञा भवति इति पदम् सम्यक् सम्यक् तर्हि स्वादिषु असर्वनामस्थाने पदम् इति सूत्रमस्ति असर्वनामस्थाने असर्वनामस्थाने इति उक्तत्वात् सर्वनामस्थानभिन्न प्रत्ययेषु परेषु स्वादिषु स्वादिषु इत्युक्ते यथा भगिनी उक्तवती सु ओजस् अम् औट् सु इति आदिमप्रत्ययः सु आदयः एषां ते इति स्वादयः तत्र स्वादयः इति सुओज समौट् इति आरभ्य उरप्रभृतिभ्यः कप् इति पर्यन्तं ये ये प्रत्ययाः ते सर्वे अपि स्वादयः स्वादयः स्वादयः प्रत्ययाः तेषु प्रथमपञ्चप्रत्ययाः सुओजस् अमौट् इति विहाय ते सर्वे प्रत्ययाः असर्वनामसनसंज्ञकाः असर्वनामसनसंज्ञकाः इति अत्र सूत्रे तु यकारादिप्रत्ययं विहाय इति किमपि न उक्तम् स्वादिषु असर्वनामस्थानसंज्ञकप्रत्यये परे पूर्वतनशब्दस्वरूपस्य पदसंज्ञा इति तावदेव उक्तम् इदानीम् अग्रिमसूत्रं पठित्वा अत्र बलाबलचिन्तनं वयं कुर्मः चेत् एव अवगमनं भवति यतोहि अत्र अस्मिन् सूत्रे यकारादिप्रत्ययं विहाय इति किमपि न उक्तं तत्तु फलितार्थः अस्ति तादृश अर्थः कथं लभ्यते इति ज्ञातुम् अग्रिमसूत्रं पठामः यचिबम् इति सूत्रं तत्र किं वंसी भगिनी पठति वा भगिनी सुप् इत्युक्ते न केवलं एकविंशति प्रत्ययः नास्ति परन्तु कप् प्रत्ययः न सुप् तु तत्र तु एकविंशति एव अत्र तु अत्र तु सुप् इत्युक्ते तादृश अर्थः नास्ति अस्तु वंशी भगिनी पठितुं शक्नोति वा अस्तु तर्हि विजया भगिनी पठितुं शक्नोति वा आं महोदय हा हा श्रूयते अस्तु वंशी भगिनी पठतु पठतु पठतु भगिनि भवती एव पठतु एकनिमिषः तर्वत् पुरतः नास्मि परन्तु आगच्छामि सा एव पठितुं शक्नोमि अस्तु विजयभगिनी पठतु अहं पठामि यशिबं सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च येषु कश्चन परः अस्ति चेत् पूर्वतनशब्दस्वरूपस्य वासंज्ञा भवति यो च अच् च यच् समाहारद्वन्द्वः तस्मिन् यचि यचि सप्तम्यन्तं बम् प्रथमान्तं द्विपदमिदं सूत्रं स्वादिषु सर्वनामस्थाने इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने यचिबम् अत्र यचिबं किम् अस्ति चेत् सर्वनामसंज्ञकः अत्र प्रत्ययान् अतिरिच्य अत्र सु औजस् अम् औट् एतत् विहाय अत्र सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तम् अत्र उरप्रभृतिः उरप्रभृतिभ्यः खप् इति सूत्रपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च अत्र पञ्च सुट् विहाय अत्र पदसंज्ञा विहाय यकारादयः अजादयश्च येषु कश्चन परः अस्ति चेत् अत्र पूर्वतनशब्दस्वरूपस्य वासंज्ञा भवति इति अत्र यचिबम् अत्र तत् स्थाने यकारादयः अजादयश्च ये तत् वासंज्ञा भवति इति तावदेव महोदय अत्र अत्र अनुवृत्तिसहितसूत्रं स्वादिषु असर्वनामस्थाने यत्र पञ्च सुट् विहाय अत्र सर्वाणि अत्र स्वादिषु अत्र असर्वनामस्थाने एव यचिबं भवति इति पदसंज्ञा अपि विहाय यचिबं भवति इति धन्यवादः महोदय यचिबम् इति सूत्रे तु स्पष्टतया उक्तं यकारादिप्रत्ययः परः अजादिप्रत्ययः परः अस्ति चेत् असर्वनामस्थानसंज्ञकप्रत्ययाः यकारादिः यकारादयः अजादयः सन्ति चेत् तदानीं पूर्वतनशब्दस्वरूपस्य भसंज्ञा भवति इति अत्र उक्तं स्पष्टतया अतः यचिबम् इति सूत्रस्य कार्यक्षेत्रं कुत्र भवति इत्यत्र संशयः नास्ति परन्तु स्वादिषु असर्वनामस्थाने इत्यत्र पदसंज्ञा भवति इत्यत्र तु कुत्र भवति सर्वत्र भवति इत्येव उक्तमस्ति इति कृत्वा यकारादि यकारादिः अस्ति चेत् अजादिः अस्ति चेदपि पदसंज्ञा भवति वा इति संशयः जायते. यचिबम् इत्यनेन यकारादिः अजादिः अस्ति चेत् भसंज्ञा भवति इति उक्तम्. परन्तु स्वादिषु असर्वनामस्थाने इति सूत्रेण कुत्र कुत्र कार्यं भवति इति स्पष्टता नास्ति, सर्वत्र भवति इति भाति. ततः कथं निर्णेतुं शक्यते यचिबम् अपि च स्वादिषु सर्वनामस्थाने इत्यनयोः सम्बन्धः कः इति कथं जानीमः इति तदर्थम् अत्र किञ्चित् अग्रे वयं पश्यामः. तत्र विनय महोदय अग्रिमवाक्यद्वयं पठति वा? आं भगिनि, एकः किञ्चित् प्रश्नः, तदनन्तरम् अहं पठामि. यचिभं सम्बन्धे अजादि तु वयं पठितवान् यथा टच् प्रत्यय अस्ति, टच् प्रत्यय अविशेष अस्ति, अजाति अस्ति, तर्हि एव भम अङ्गस्य भवसंज्ञा भवति. तदनन्तरम् अचन्त्यादि टि इत्यादि आधारेण तर्हि कार्य कथं कुर्वामः? यदि राजन् अस्ति तर्हि अन् अस्ति, तर्हि अ अपि च न हलन्त अन्तर्वत् तदन्तर अपि गच्छति. प्रत्ययस्य विषयः खलु? हा, प्रत्ययस्य विषयः. परन्तु अथ अग्रे अहं पठामि. आकडारादेकः संज्ञः अहं स्पष्टतया न अवगच्छामि. अहम् अहम् अत्र पठतु दृष्टवान् अस्मात् सूत्रात् आरभ्य कडाराकर्मधारये पर्यन्तम् एकस्य रूपस्य एका एव संज्ञा अर्हा. एका एव संज्ञा अर्हा तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं विप्रतिषेधे परं कार्यम् इत्यनेन अथवा अपवादभूतत्वात्. ततः यदि अहं वदितुं शक्नोमि तर्हि विप्रतिषेधपरं कार्यम् अपि च अपवाद व्यवस्थाद्वयं वयं पठितवान्. विप्रतिषेधपरं कार्यं विप्रतिषेधपरं कार्यम् अस्ति यथा तुल्यवद् तुल्यवल् विरोधः अस्ति तर्हि विप्रतिषेधपरं कार्यं भवति. परन्तु अपवाद तु स्पष्टः अस्ति यथा सूत्रस्य अचिष्णुभ्रुवां तर्हि एव एको यणचि सम्बन्धे अपवादः भवति. यथा एको यणचि तु सर्वत्र अस्ति परन्तु अचिष्णुभ्रुवां इयं इत्यादि निर्मितः. परन्तु अत्र प्रश्ने उदयति आककडारादेकसंज्ञा द्विप्रतिषेध परं कार्यमपि च अपवादत्वात् सम्बन्धः कः? कडाराकर्मधारे 2233 तत्र समाससंज्ञा भवति, वयं जानीमः. 2233 पर्यन्तम् एकस्य रूपस्य एका एव संज्ञा अर्हा. अर्थात् 2238 पर्यन्तं केवल एकसंज्ञा. एकसंज्ञा कः? समाससंज्ञा. एकक्षणम् आकडारात् एका संज्ञा इति सूत्रेण अत्र किम् उच्यते इति चेत् अत्र अस्मिन् क्षेत्रे 141 to 2238 यत्र कुत्रापि संज्ञाद्वयं वर्तते, यत्र कुत्रापि संज्ञाद्वयं वर्तते, संज्ञात्रयं वर्तते, तत्र एका एव संज्ञा तिष्ठति. एका एव संज्ञा तिष्ठति. संज्ञाद्वयम् अस्ति चेत् एका एव संज्ञा तिष्ठति, संज्ञात्रयम् अस्ति चेदपि एका एव संज्ञा तिष्ठति. तत् कथं जानीमः का संज्ञा तिष्ठति इति चेत् तत्र बलाबलचिन्तनं करणीयम्. बलाबलचिन्तनं करणीयं, तदर्थं विप्रतिषेधे परं कार्यम् अथवा अपवादभूतत्वम् इति वक्तव्यम्. इदानीम् उदाहरणार्थं यकारादिप्रत्ययः कश्चन प्रत्ययः अस्ति इति चिन्तयतु. यकारादिप्रत्ययः यकारादिप्रत्ययः अस्ति चेत् इदानीम् अङ्गस्य संज्ञा काः संज्ञाः भवन्ति अङ्गस्य? यकारादिप्रत्ययः अस्ति तर्हि संज्ञा भवति जादि अपि च यकारादि प्रत्यय यदि अस्ति तर्हि भसंज्ञा भवति. संज्ञा भवति इति सत्यं, परन्तु अन्या संज्ञा भवति वा? अन्यसंज्ञा भवति, अन्यसंज्ञा भवति अहं न जानामि. पादिषु सर्वनामस्थाने पदम् इति उक्तं खलु. अत्र यः कोऽपि प्रत्ययः भवतु तत्र असर्वनामस्थानसंज्ञकप्रत्ययः परः अस्ति चेत् तदानीं पूर्वतन अङ्गस्य पदसंज्ञा भवति इति उक्तं खलु. अत्र यकारादि अजादि किमपि न उक्तं. यः कोऽपि प्रत्ययः असर्वनामस्थानसंज्ञकप्रत्ययः हलादिः वा अजादिः वा, अतः अत्र इदानीं पदमाधारेण भवति यथा क्षम्यतां यदि राम अस्ति शब्दस्ति राम अस्ति परन्तु रामस्थाने अत्र भसंज्ञा केवल अस्ति तर्हि हलन्त विशेषः. न न, इदानीं पश्यतु, यदि यकारादिप्रत्ययः परः अस्ति, यः कोऽपि यकारादिप्रत्ययः, तदानीम् अङ्गस्य पदसंज्ञा अपि अस्ति भसंज्ञा अपि अस्ति, यतोहि सूत्रद्वयं प्रसक्तम्. यकारादिप्रत्ययः परः अस्ति चेत् अङ्गस्य भसंज्ञा अपि भवति पदसंज्ञा अपि भवति. तर्हि इदानीम् अनयोः संज्ञयोः का संज्ञा तिष्ठति इति प्रश्नः उदेति, यतोहि आकडारात् एका संज्ञा इति उक्तम्. आकडारात् एका संज्ञा इति क्षेत्रे इदं सूत्रद्वयमपि वर्तते. यचिबम् इति सूत्रमपि अस्मिन् क्षेत्रे अस्ति, स्वादिष्वसर्वनामस्थाने इति सूत्रमपि अस्मिन् क्षेत्रे अस्ति. यतोहि यचिबम् इति सूत्रस्य सङ्ख्या 1418, स्वादिष्वसर्वनामस्थाने इत्यस्य 1417. सूत्रद्वयमपि आकडारात् एका संज्ञा इति क्षेत्रे अस्ति. इदानीम् अङ्गस्य पदसंज्ञा अपि अस्ति भसंज्ञा अस्ति, तर्हि तयोः मध्ये का संज्ञा भवति इति प्रश्नः भवति. तदानीं तत्र द्रष्टव्यम् कथं निर्णयः, बलाबलचिन्तनं करणीयम्. अत्र विप्रतिषेधे परं कार्यम् इत्यनेन भवति वा अपवादबलेन भवति वा इति प्रश्नः. तर्हि किं चिन्तनं? तर्हि एव निर्णयं कुर्मः विप्रतिषेधपरं कार्यम् आधारेण अपि च अपवादत्वात् आधारेण. तयोः मध्ये किं भवेत् अत्र? तत्र समाधानकः किं भवति, संज्ञा कः, भसंज्ञा वा पदं संज्ञा, प्रश्नं वदति. अस्तु, इदानीं भसंज्ञा तु प्रत्ययः अस्ति, पदम् अपि प्रत्ययः अस्ति, अहं न जानामि. इदानीं विजयलक्ष्मी भगिनी भवती सहायं करोतु. इदानीं अत्र विप्रतिषेधपरं कार्यं वा अपवादबलं वा किं वक्तुं शक्यते? विप्रतिषेधे परं कार्यम् इति सूत्रेण यदि समाधानं प्राप्यते तर्हि अपवादस्य अत्र चिन्तनं मास्तु इति मम भासते. अत्र कार्यम् इत्यनेन भवति वा किं भगिनि? विप्रतिषेधे परं कार्यम् इत्यनेन भवति वा? भवति, अत्र परसूत्रमस्ति, विप्रतिषेधे परं कार्यम् इत्यस्य कार्यं कदा भवति? तत् द्वयोः यदि तुल्यबलं भवति चेत्. अत्र तुल्यबलमस्ति वा? यचिबम् इत्यस्य पृथक् क्षेत्रम् अस्ति वा? यचिबम् इत्यस्य पृथक् क्षेत्रं नास्ति. अतः विप्रतिषेधः कथं वक्तुं शक्यते? पाणिनिना तत् सूत्रमेव दत्तम्, अपवादम् एतत् सर्वं तु अनन्तरमेव आगतं खलु? न भवतु भवतु नाम, परन्तु अस्माभिः कथं निर्णीयते, यत्र कुत्रापि परसूत्रमेव कार्यं करोति इति वदति वा भवती? प्रायः परसूत्रं दृष्ट्या यदि सूत्राणां कार्यं पश्यामः बहुत्र परसूत्रं कार्यं करोति, परन्तु अपवादः अस्ति चेत्, अपवादः अस्ति चेत् पूर्वं वा परं वा इति चिन्तनं नास्ति खलु? पूर्वसूत्रमपि कार्यं करोति खलु अपवादः अस्ति चेत्? इदानीं तत्र वृद्धिरेचि इति सूत्रं आद्गुणः इत्यस्य अपेक्षया पूर्वं वा परं वा? वृद्धिरेचि क्षीपणे इति चेत् आद्गुणादेचि पूर्वं, पूर्वसूत्रम् आद्गुणः इति पूर्वं, परन्तु अत्र तु पूर्वम् अस्ति, पूर्वं परम् इति अस्ति, परन्तु बहुवचने जल्येत् अपि च सुपि च, बहुवचने जल्येत् सुपि च, स्मरामि एत्रिवन्नोट् ओके नो, परन्तु इत्युक्ते तत्र अपवादसूत्रस्य विषये इतोपि बहूनि सूत्राणि सन्ति, यत्र पूर्वसूत्रमपि अपवादसूत्रं भवितुम् अर्हति, अतः यत्र अपवादसूत्रं तत्र पूर्वपरम् इत्यत्र पूर्वपरम् इत्यस्य चिन्ता नास्ति, तत्र अपवादसूत्रं पूर्वं वा परं वा भवतु, अपवादः अस्ति चेत् तस्य एव कार्यं भवति, तत्र तु अन्यत्र लब्धावकाशः अपि न भवति, अत्र तथा अस्ति वा? द्वयोः अपि अन्यत्र लब्धावकाशः अस्ति वा? न, यचिभं यत्र यत्र आगच्छति तत्र तत्र स्वादिषु सर्वनामस्थाने इत्यपि आगच्छति, अतः किं वक्तुं शक्यते? स्वादिषु सर्वनामस्थाने इत्यस्य कार्यक्षेत्रं बृहत् अस्ति, अतः यचिभम् अपवादभूतम् इति अस्ति, यचिभम् इति सूत्रम् अपवादभूतं, यदि यकारादिप्रत्ययः अजादिप्रत्ययः परः यचिभम् इत्यस्य कार्यं न भवति चेत् तत् सूत्रं व्यर्थमेव जायते इति कृत्वा यकारादिप्रत्यये परे अजादिप्रत्यये परे अङ्गस्य भसंज्ञा भवति, अन्येषु स्थलेषु प्रथमपञ्चप्रत्ययान् विहाय अन्येषु स्थलेषु तु अङ्गस्य पदसंज्ञा भवति इति तत्र फलितार्थः भवति अन्ततो गत्वा। भगिनी, युरुतै धातुः अपि च सार्वधातुकार्थधातुकयोः इत्यत्र पूर्वसूत्रं ऋतै धातुः इति अस्ति, तस्यैव अपवादेन कार्यं भवति, तस्य अपवादेन कार्यं भवति इति नास्ति, तत्र अपवादः इति विषयः नास्ति खलु, कथमस्ति अपवादः प्रतिपादयतु। इत्युक्ते सार्वधातुकार्थधातुकयोः इति सूत्रं परसूत्रमस्ति, अन्यत्र अन्यत्र लब्धावकाशः यत्र नास्ति, अपि च ऋतै धातोः निरवकाशत्वं भवति अन्यत्र लब्धावकाशः अस्ति वा? तस्य तु अस्ति, ऋतै धातोः इत्यस्य ऋतै धातोः इत्यस्य तु ऋकारान्तधातुः यत्र अस्ति तत्रैव इदं धातोः अन्यत्र अस्ति वा न वा, अन्यत्र लब्धावकाशः अस्ति वा न वा? नास्ति। एवं वा? कित् नित् प्रत्यये परे अन्यत्र लब्धावकाशः नास्ति वा? किन्तु सूत्रं तु वदति केवलं ऋकारं धातोः अङ्गस्य इत् ऋकारादेशः भवतु इति, भवितार्थः केवलम् इति प्रत्यये परे एव भवति इति अस्ति खलु, तस्यापि अन्यत्र लब्धावकाशः अस्ति खलु? अस्ति, आम् आम्। यत्र यत्र यत्र यत्र सारधातुकारधातुकयोः इत्यस्य प्राप्तिः भवति तत्र तु परत्वात् सार्वधातुकार्धधातुकयोः इत्यस्यैव कार्यं भवति. यत्र सार्वधातुकार्धधातुकयोः इत्यस्य प्राप्तिः निषिद्धः तदानीं तत्र ऋतय् धातोः इत्यस्य कार्यं भवति. अतः सा कित्नित् प्रत्यये परे एव सदस्यस्य कार्यम्. किन्तु अत्र केन मार्गेण भवति, अत्र अपवादः तु नास्ति इति उक्तं खलु, तर्हि अत्र अपवादः नास्ति. कुत्र अन्तरङ्गम् न जाने, तर्हि कथं तस्य बलम् अधिकम् इति केन मार्गेण स्यात्? कुत्र बलं, द्वयोः पृथक् पृथक् क्षेत्रमस्ति. कुत्र अस्ति बलाबलचिन्तनं? वस्तुतः अनयोः बलाबलचिन्तनमेव नास्ति खलु. इत्युक्ते तृ इति धातोः विषये वयं पश्यामः चेत् द्वयोः सूत्रयोः प्रसक्तिः अस्ति. ऋतधातोः इत्यनेन ह्रस्वैकारादेशः, अपि च सार्वधातुकार्धधातुकयोः इत्यनेन गुणः. तर्हि इदानीं द्वयोः अपि अन्यत्र अन्यत्र लब्धावकाशः अस्ति, यतोहि अत्र तु शप् प्रत्ययः अस्ति, तृयोगः शप्. परन्तु यदि श्यन् प्रत्ययः जृयोगः श्यन् इति अस्ति चेत् तदानीं तत्र सार्वधातुकार्धधातुकयोः इति सूत्रं निषिद्धं वर्तते, निषिद्धमस्ति. सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, परन्तु क्निति च इत्यनेन बाधितमस्ति इति कृत्वा साक्षात् ऋतै धातोः इत्यस्य प्राप्तिः अस्ति तत्र. तत्र अन्यत्र लब्धावकाशः अस्ति. अतः तृ इति धातोः प्रसङ्गे द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति इति कृत्वा परत्वात् सार्वधातुकार्धधातुकयोः इत्यस्य कार्यम्. आम् आम् अवगतवती भगिनि. अस्तु सम्यक्. तर्हि इदानीम् अत्र यचिबम् अपि च स्वादिष्व सर्वनामस्थाने अनयोः द्वयोः सूत्रयोः प्रसङ्गे यचिबम् इति अपवादसूत्रमस्ति. यत्र यत्र यकारादिप्रत्ययः अजादिप्रत्ययः परः भवति तत्र सर्वत्र स्वादिष्वसर्वनामस्थाने इति सूत्रमपि कार्यं कर्तुम् अर्हति. यदि तदेव उत्सर्गसूत्रं कार्यं करोति सर्वत्र, तर्हि यचिबम् इति सूत्रं व्यर्थं भवति इति कृत्वा यकारादिप्रत्यये परे अजादिप्रत्यये परे अङ्गस्य भसंज्ञा एव भवति अपवादबलेन. अन्येषु प्रसङ्गेषु असर्वनामसंज्ञकप्रत्यये परे, इत्युक्ते अन्ये हलादिप्रत्ययेषु परेषु यकारादिप्रत्ययं विहाय, तत्र सर्वत्र अङ्गस्य पदसंज्ञा भवति इति सूत्रार्थः, इति फलितार्थः. बुद्धं वा कोऽपि प्रश्नः? न, अहं बुद्धं. द लास्ट् सेण्टेन्स् हर् सम्बन्धे कृपया वदतु. यचिभम् अहम् अवगच्छामि इदानीं, परन्तु स्वादिषु सर्वनां स्थाने कथं भवति? यचिभं तु अपवाद. सत्यं, यचिबम् इति तु अपवादबलेन यकारादिप्रत्यये परे अजादिप्रत्यये परे अङ्गस्य बसंज्ञा एव भवति. तर्हि इदानीं यकारादिप्रत्ययः अस्ति चेत्, अजादिप्रत्ययः अस्ति चेत् अङ्गस्य बसंज्ञा एव भवति. तर्हि तत्र वर्णमालायां वयं पश्यामः चेत् यकारादिप्रत्ययं विहाय अजादिप्रत्ययं विहाय तत्र के प्रत्ययाः अवशिष्टाः भवन्ति इत्युक्ते अन्ये हलादिप्रत्ययाः अवशिष्टाः भवन्ति यकारं विहाय. अन्ये प्रत्ययाः अवशिष्टाः भवन्ति, तेषां का गतिः इति चेत् तेषां विषये एव स्वादिष्व सर्वनामस्थाने इत्यस्य कार्यं भवति. धन्यवादः. तर्हि इदानीं गृ इति धातोः प्रसङ्गे प्रथमविभक्तौ एकवचने अस्माभिः रूपं किम् इति दृष्टम्. इदानीं प्रथमविभक्तौ द्विवचने औ इति प्रत्ययः अस्ति, गिर्योगः औ, रूपं किं भवति? गिरौ. अस्तु, इदानीं बहुवचने अरुणभगिनी वदतु. गिर्योगः जस् इति प्रत्ययः, गिर्योगः जस् गिरः. गिरः. अस्तु अरुणभगिनी, इदानीं द्वितीयविभक्तौ गिर्योगः अम् गिरिं भवति गिरम् गिरम् गिर्योगः ओजस् अम् औट् गिरं भवति द्वितीयवचने गिरौ भवति सम्यक् बहुवचने तस् गिर्योगः सस् गिरः सम्यक् गिरः तृतीयविभक्तौ गिर्योगः टा गिर्योगः भ्याम् गीर्भ्यां कथं भवति तत्र पदसम्य अस्ति खलु येन सूत्रेण तत्र शक्तिः अस्ति न न पदसंज्ञा केन सूत्रेण स्वादेश्व सर्वनाम तदनन्तरं इत्यनेन निमित्तानि कानि पदसंज्ञा प्रातिपदिकसंज्ञा धातुसंज्ञा सर्वमस्ति रेपान्तमपि अस्ति इति कृत्वा उपादायाः इकः दीर्घः गीर्भ्याम् इति रूपम् अस्ति तदनन्तरं बहुवचने गीर्भ्यस् गीर्भिः इदानीं चतुर्थी एकवचने गिरे मध्य द्विवचने बहुवचने गीर्भ्यः सर्वत्र पदसंज्ञा अस्ति यतोहि यकारादिं विहाय हलादिप्रत्ययः यत्र यत्र हलादिप्रत्ययः परः अस्ति तत्र अङ्गस्य पदसंज्ञा पदसंज्ञा अस्ति चेत् तत्र तु रोरुपदायाः दीर्घः इकः इत्यस्य कार्यं भवति अतः दीर्घत्वं भवति अस्तु इदानीं पञ्चमी गिरः मध्यमपुरुषे द्विवचने क्षम्यतां द्विवचने षष्टि गिरः गिरोः गिराम् गिरि वा गिरौ वा गिरौ किल गिरिमेव गिरौ न गिरि अत्र सम्बोधने किमपि परिवर्तनं नास्ति एव खलु महोदय सम्बोधने किमपि परिवर्तनं नास्ति एव सम्बोधनप्रथमा अपि परिवर्तनं नास्ति घीः एव न अत्र सप्तमी एकवचने तत्र किमस्ति रूपं गिरे गिरि गिरि इति अस्ति वा गिरौ इति अस्ति वा गिरि वा गिरि गिरि अनन्तरं मध्ये द्विवचने गिरोः बहुवचने गीर्षु इति अस्ति समीचीनम् सम्यक् अस्तु तर्हि तत्र गृधातोः विषये विषयः समाप्तः अग्रे हलीच इत्यस्य विषये हलीच उपदायां च इत्यस्य विस्तृतरूपेण चर्चा भवति उपदायां च इत्यस्य अग्रिमसप्ताहे तर्हि सामान्यतया सूत्रार्थः कः इति एकवारं दृष्ट्वा आगच्छन्तु तदानीम् इतोपि अग्रे विस्तारयितुं शक्यते एतावता कोऽपि प्रश्नः अस्ति वा नास्ति महोदय धन्यवादः शुभदिनं नमस्कारः अस्तु नमस्कारः धन्यवादः धन्यवादः भगिनी धन्यवादः धन्यवादः